गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् शाब्दबोधः इत्यस्मिन् प्रकरणे स्मः तत्र कर्मणि प्रयोगः कर्तरिप्रयोगः भावे प्रयोगः इत्येतेषां वर्णनं कृतं बोधवर्णनं कृतं कथं बोधः जायते अत्र मुख्यविषयः अस्ति नैयायिकानां मतानुसारं यत् प्रथमायां वर्तते वाक्ये तदेव मुख्यविशेष्यः कर्तरिप्रयोगे कर्ता प्रथमायां भवति कर्मणि प्रयोगे कर्म प्रथमायां भवति भावे प्रयोगे अत्र चैत्रेण सुप्यते इति वाक्यमासीत् चैत्रेण सुप्यते इत्यस्मिन् वाक्ये प्रथमायां किमपि पदं नास्ति तर्हि अत्र मुख्यविशेष्यः एव नास्ति इति न अवगन्तव्यम् सुप्यते इति क्रियापदस्य सुबन्तं कृत्वा भावे प्रयोगं कृत्वा स्वापः इति भावे प्रयोगं कृत्वा तर्हि चैत्रस्य स्वापः इति अवगन्तव्यं चैत्रेण सुप्यते चैत्रस्य स्वापः इति अवगन्तव्यं किमर्थमत्र षष्ठी इति चेत् कर्तृकर्मणोकृतिः स्वापः इति घञ् प्रत्ययान्तकृदन्तशब्दः अस्ति इति कृत्वा चैत्र चैत्रः तस्य कर्ता अस्ति इति कृत्वा कर्तृकर्मणोकृति इति सूत्रेण कर्तुः षष्ठी भवति चैत्रस्य स्वापः इत्युक्ते चैत्रवृत्तिः स्वापः स्वापः इति क्रिया कुत्र वर्तते चैत्रे वर्तते तर्हि चैत्रवृत्तिः स्वापः इति अवबोधः जायते तर्हि इदानीं चैत्रवृत्तिः स्वापः इत्युक्ते तत्र प्रथमायां पदमागतम् तर्हि नैयायिकानां मतानुसारं कर्तरिप्रयोगे कर्ता प्रथमायां भवति नैयायिकानां मतानुसारम् इति नास्ति कर्तरिप्रयोगे व्याकरणरीत्या प्रथमायां कर्ता भवति सः एव मुख्यविशेषः तेन सह क्रियापदस्य अन्वयः भवति तत्र क्रियापदे विद्यमान आख्यातप्रत्ययः कर्तरिप्रयोगे आख्यातप्रत्ययस्य अर्थः कः इति चेत् कर्तरि विद्यमानकृतिः आत्मगुणः सः एव अर्थः अपि च अन्यानि कारकाणि क्रियापदेन सह अन्वेति अन्वयं प्राप्नुवन्ति अपि च विशेषणानि अभेदार्थं बोधयन्ति कारकेन सह स च विशेषणं कर्तृकारकस्य विशेषणमस्ति चेत् कर्त्रा सह अभेदं बोधयति किन्तु कर्मकारकस्य वा अथवा अन्यस्य किमपि कारकस्य वा विशेषणमस्ति चेत् तत्र तत्तत् कारकं कारकेन सह अभेदं बोधयति प्रत्ययः विशेषणे विद्यमानप्रत्ययः अभेदं बोधयति इति विशेषणात् ऊर्ध्वं यः प्रत्ययः अस्ति तस्य अर्थः एवमेव क्रियाविशेषणस्यापि अपि च षष्ठी तत्र सम्बन्धं बोधयति कीदृशसम्बन्धम् इति चेत् अभेद अतिरिक्तसम्बन्धं बोधयति अभेदसम्बन्धं तु विशेषणस्य अन्ते विद्यमान सुप्रत्ययेन उक्तः भवति अभेद अतिरिक्तम् अन्यत् किमपि सम्बन्धं यथा दशरथस्य पुत्रः इत्यत्र दशरथे विद्यमान षष्ठीविभक्तिप्रत्ययः सम्बन्धं बोधयति कः सम्बन्धः इति चेत् पितृपुत्रसम्बन्धः बोधयति इति एतत् सर्वम् अस्माभिः अवगतं तर्हि कर्तरिप्रयोगे आख्यातप्रत्ययः क्रियापदायां विद्यमान आख्यातप्रत्ययः कृतिं बोधयति कर्मणि प्रयोगे आख्यातप्रत्ययेन फलम् उक्तः भवति फलं बोधयति, ओदनं पच्यते इत्यत्र पच्यते इत्यत्र ते इति प्रत्ययेन कः उक्तः इति चेत् अन्ने विद्यमानफलम्, अन्नं तु फल आश्रयः अस्ति, अतः एव सः कर्म कर्म। तत्र विक्लिप्तिः जातः तण्डुले, तदेव फलं। तर्हि ते इति पच्यते इत्यत्र ते इति प्रत्ययेन फलम् उक्तं भवति, भावे प्रयोगे धात्वर्थः उक्तः भवति, इत्युक्ते चैत्रवृत्तिः स्वापः, अतः चैत्रस्य स्वापः इत्यत्र सु स्वापः इत्यस्मिन् सु इति प्रत्ययेन कः उक्तः इति चेत् धात्वर्थः एव उक्तः इति। एतत् सर्वं समीचीनतया अस्माभिः चिन्तितम्। तर्हि इदानीं तत् चिन्तनं समापितमस्ति। इदानीम् अग्रे इतोपि केचन सामग्र्यः आवश्यकाः सन्ति। आवश्यकाः सन्ति तस्मिन् विषये इदानीं पाठः अग्रे गमिष्यति। पूर्वमेव मया उक्तम् आकाङ्क्षा योग्यता सन्निधिः च वाक्यार्थज्ञानहेतुः, वाक्यार्थबोधं जातुम् एते अपि सामग्र्यः एताः अपि सामग्र्यः आवश्यकाः। तर्हि तस्मिन् विषये इदानीम् अग्रे पठेम। तावत् प्रश्नाः सन्ति चेत् पृच्छन्तु, नो चेत् अग्रे सरेम। अस्तु मेहुल् महोदय, आकाङ्क्षा योग्यता इति आरभ्य भवतु। आम् महोदय, आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः, पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकाङ्क्षा, अर्थाबाधो योग्यता, पदानाम् अविलम्बेन उच्चारणं सन्निधिः, आकाङ्क्षादिरहितं वाक्यं वाक्यम् अप्रमाणम्, यथा गौरवः गौरश्वः पुरुषो हस्तीति न प्रमाण प्रमाणम् आकाङ्क्षाविरहात्, अग्निना सञ्चेदिति न प्रमाणं योग्यता विरहात्, प्रहरे प्रहरे असहोच्चारितानि गामानयेत्यादिपदानि गामानयेत्यानि इत्यादिपदानि न प्रमाणं सन्निध्याभावात्। अस्तु, अत्र वाक्यशः पठतु महोदय, यदा वाक्यं पठति तदा वन्द सन्धिविच्छेदं कृत्वा पठतु। अस्तु अस्तु, पदस्य पदान्तः पदान्तः अव्यतिरेक प्रयुक्त प्रथमवाक्यं किम्? अत्र आकाङ्क्षायोग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः इति वाक्ये अत्र वाक्यस्य अर्थज्ञान केन भवति, तर्हि तस्य कृते आकाङ्क्षा योग्यता सन्निधिः एतादृशसामग्रीः आवश्यकी। हेतवः एते त्रयः हेतवः भवन्ति भवन्ति। अस्तु अग्रे, तर्हि आकाङ्क्षा इत्युक्ते किम् इति अग्रिमे वाक्ये दत्तमस्ति, पदस्य पदान्तः अव्यतिरेक प्रयुक्त पदान्तः नास्ति पदस्य पदान्तर व्यतिरेकप्रयुक्त अन्वय अननुभावकत्वम् इति आकाङ्क्षा अस्ति। पदस्य पदान्तर व्यतिरेकप्रयुक्त अन्वय अननुभावकत्वम्, अत्र अननुभावकत्वम् इति पारिभाषिकशब्दः एतावत्पर्यन्तं न पठितवन्तः इति, अतः अननुभावकत्वम् इति पारिभाषिकशब्दः नास्ति, अत्र भावकत्वं, तर्हि अन्ततः पुनः गच्छतु, तर्हि त्वम् इति प्रत्ययः खलु। अननुभावकत्वम् इति, तर्हि अननुभावके अननुभावकत्वम् अस्ति प्रथमम्, अननुभावकत्वं भाव इति अनुभवः अस्ति खलु, अनुभवः अस्ति. अनुभवः अनुभवे अनुभ अत्र अनुभवस्य भावः अनुभावः. ओ अस्तु अस्तु. अनुभवस्य भावः अनुभावः. अनुभावे अनुभावकत्वम् अस्ति. अननुभावे अननुभावकत्वम् अस्ति. हा हा अस्तु. तर्हि यस्य अनुभवः न भवति तदेव अननुभावः, तस्मिन् अननुभावकत्वम् अस्ति. तर्हि इदानीं कस्य अनुभवस्य अभावः? अन्वय अन्वय अन्वय अननुभावकत्वम् इति. अन्वय अननुभावकत्वम् इत्युक्ते अन्वयस्य अननुभाव अनुभव अभावः. अन्वयस्य अनुभवभावः सत्यं. तर्हि अन्वयः इत्युक्ते तयोः मध्ये इति प्रश्नः. तयोः मध्ये पदस्य पदान्तस्य पदान्तर व्यतिरेकप्रयुक्त अन्वय पदान् पदस्य अपि च पदान्तर इत्युक्ते एकं पदमस्ति अपि च अन्यत् पदमस्ति द्वयोः मध्ये. सचेत् अन्यत् पदं कुत्र अस्ति? अन्यत् पदं व्यतिरेकप्रयुक्त इति अस्ति खलु, पद अन्तर इति अस्ति खलु. अस्य पदस्य अनन्तरं यत् पदमस्ति तदेव पदान्तरम् इति. ओ अस्तु अस्तु अस्तु अस्तु. पर अग्रिमपदम् इति एव. एकस्य पदस्य अनन्तरं द्वितीयपदमस्ति तदेव पदान्तरः. हा अस्तु. अन्तरम् इत्युक्ते किञ्चित् व्यवधानम् इति अर्थः. आम् आम्. अनन्तरम् इत्युक्ते अव्यवधानम्. सत्यं. किन्तु पदान्तर इत्युक्ते समीपे वर्तते. पदस्य पदान्तरव्यतिरेकप्रयुक्त अन्वय अनुभव अनुभव अननुभाव अननुभावकत्वम् आकाङ्क्षा खलु. तर्हि अत्र उदाहरणमस्ति यथा इति अस्ति. यथा गौरवः गौरश्व पुरुषो हस्ति इति न प्रमाणम् आकाङ्क्षा विरहात्. तर्हि अत्र उदाहरणं किम्? उदाहरणवाक्यं किम्? अस्तु. गौरश्वः पुरुषो हस्ति तत्र सन्धिविच्छेदं कृत्वा पठतु. हा गौरः गौरः गौरः नास्ति गौरश्वः. हा गौः गौः अश्वः. हा गौः अश्वः पुरुषः हस्ति इति. हा तर्हि इदानीं मया एकं वाक्यं रचितं. किं वाक्यं? गौः अश्वः पुरुषः हस्ति इति एकं वाक्यं रचितं. वाक्ये चत्वारि पदानि सन्ति. तर्हि एतद् वाक्यं श्रुत्वा किमपि अर्थबोधः जायते किम्? न न जायते. किमर्थं न जायते? अत्र आकाङ्क्षा विरहः अस्ति इत्युक्ते तत् श्रुतं तं वाक्यं श्रुत्वा किमपि आकाङ्क्षा न जायते. न न आकाङ्क्षा कुत्र भवेत्? ओ आकाङ्क्षा कुत्र भवेत्? आकाङ्क्षा नाम किम्? अन्वय अननुभावकत्वं खलु. तर्हि इदानीम् अन्वयः तयोः मध्ये अन्वयः नास्ति. हा गौर अत्र गौरः गौः अश्वः इत्यनयोः मध्ये तु अन्वयः अस्ति. द्वयमपि सः अन्वयः अस्ति किम् इत्युक्ते द्वयमपि प्राणी परन्तु पुरुषः प्राणित्वं प्राणित्वं तु वर्तते किन्तु अन्वयः अस्ति किं सम्बन्धः? गौः अपि च अश्वः अनयोः मध्ये कः सम्बन्धः? न न नास्ति तादृशं सम्बन्धः नास्ति. यदि गोः अश्वः इति वाक्यमस्ति चेत् तत्र सम्बन्धः उक्तः किन्तु अत्र केवलं गौः अश्वः इति उक्तं खलु. इत्येव तत्र सम्बन्धः एव नास्ति. सम्बन्धः नास्ति. किन्तु नीलः घटः इति यदि अहं वदामि तत्र विशेषणत्वेन अन्वेति. सत्यं. नीलः इति पदं विशेषणत्वेन घटे अन्वेति. घटः विशेष्यत्वेन नीले अन्वेति. आम् सत्यं. तयोः मध्ये विशेषणविशेषभावः अस्ति इति कृत्वा. किन्तु अत्र गौः अपि च अश्वः अनयोः मध्ये विशेषणविशेषभावः यद्यपि द्वयमपि प्रथमाविभक्त्याम् एकवचने पुल्लिङ्गे अस्ति तथापि अत्र विशेषणविशेषभावना नास्ति खलु? नास्ति. गौः अश्वः अनयोः मध्ये अन्वयः नास्ति, तदेव आकाङ्क्षा विरहः इति उच्यते, सम्बन्धः नास्ति। एवम् एवम् अग्रे वदतु, केवलं गौः अश्वः मध्यो सम्बन्धः नास्ति इति न वक्तव्यं, ततोपि अग्रे अपि पुरुषः हस्ति इति न पुनः तत्र अश्वः अपि च पुरुषः अनयोः मध्ये गौः अश्वः पुरुषः हस्ति तादृश यदि वाक्यं वदामः तर्हि किमपि पदयोः मध्ये कस्यापि केन कोऽपि पदयोः मध्ये अत्र सम्बन्धः नास्ति, अतः आकाङ्क्षा विरहः अस्ति तेषां मध्ये। अत्र इतोपि स्पष्टतया वक्तुं शक्यते, गौः अश्वः अनयोः मध्ये अन्वयः नास्ति, अश्वः पुरुषयोः मध्ये अन्वयः नास्ति, पुरुषहस्योः मध्ये अन्वयः नास्ति, मिलित्वा गौः अश्वः पुरुषः अनयो आभ्यां हस्त्या सह अन्वयः नास्ति इति पर्मिटेशन्स् काम्बिनेशन्स् वक्तुं शक्यते। तर्हि येन केनापि प्रकारेण चतुर्णां पदानां मध्ये अन्वयः न साधयितुं शक्यते, तर्हि अत्र अन्वयस्य अननुभवः अस्ति खलु, अन्वयस्य अनुभवः नास्ति इति कृत्वा अत्र आकाङ्क्षा विरहः अस्ति इति कृत्वा अर्थबोधः न जायते, शाब्दबोधः न जायते। शुद्धं खलु, आकाङ्क्षा इत्युक्ते पदयोः मध्ये सम्बन्धः, पदयोः मध्ये अत्र सम्बन्धः। यदि अहम् ईश्वरः इति यदि अहं वदामि तर्हि का आकाङ्क्षा जायते, केवलम् ईश्वरः इति यदि अहं वदामि किमपि आकाङ्क्षा न जायते, ईश्वरः इति एव न, किन्तु आकाङ्क्षा जायते यदि ईश्वरः इति तावदेव यदि अहं वदामि, भवान् किं पृच्छति? ईश्वरः यदि अहं जानामि चेत् ईश्वरः तेन किं न अत्र केवलम् इदानीम् ईश्वरः इत्युक्ते भगवान् इति अर्थः नास्ति, केवलम् ईश्वरः इति पदं मया प्रयुक्तं। हा हा, तर्हि भवान् किं पृच्छति? ईश्वरः किं करोति और ईश्वरः कः? हा, प्रथमम् ईश्वरः इत्युक्ते कः इति प्रश्नः उदेति खलु, सत्यं तत्र जायते कः इति। यदि रामः इति तस्य उत्तरं वदामि तर्हि इदानीं रामः ईश्वरः इति वाक्यं जातम्, तर्हि इदानीं रामः अपि च ईश्वरः अनयोः मध्ये अन्वयः अस्ति वा न वा? रामः ईश्वरः आम् अस्ति, अस्ति खलु, राम एव ईश्वरः, राम एव ईश्वरः, आम्, रामश्च असौ ईश्वरश्च रामेश्वरः इति वक्तुं शक्यते, तर्हि तयोः मध्ये अन्वयः अस्ति इति कृत्वा, अन्वयः अस्ति इति कृत्वा पदद्वयमपि आकाङ्क्षा वर्तते पदयोः मध्ये। अस्तु, तर्हि पुनः आरम्भं कुर्मः। इदानीं पुनः मया ईश्वरः इति उक्तं, भवान् किं पृच्छति? ईश्वरः कः, कः इति वदति। यदि सिंहः इति यदि अहं वदामि तर्हि इदानीं भवतः मनसि कः प्रश्नः जायते? सिंहः कुत्र अस्ति? न, ईश्वरः इति पदं मया प्रयुक्तं, सिंह केवलं सिंहः इति एव यदि अहं वदामि कुत्र इति चिन्तनं भवितुमर्हति, किन्तु ईश्वरः इति पदं मया प्रथमं प्रयुक्तम्, ओ अस्तु, लार्ड् इति, तर्हि कः इति भवता पृष्टम्, इदानीं सिंहः इति मया उक्तम्, अत्र सिंहः ईश्वरः इति पदद्वयं श्रुत्वा इदानीं का आकाङ्क्षा उदेति? अधुना तु किमपि न आकाङ्क्षा उदेति, न उदेति किं न उदेति, सिंहः ईश्वरः अपि च अनन्तरं सिंहः, तर्हि आकाङ्क्षा अस्ति, अन्य कोऽपि वदतु, अन्येषां कृते आकाङ्क्षा जायते किं न वा? प्रथमम् ईश्वरः इति मया उक्तम्, ईश्वरः सिंहः युवा इति किम् इति भवति वा? किम् इव इति वा? भवती उत्तरं न ददातु, प्रश्नं पृच्छतु. इदानीं मया पदद्वयम् उक्तम्, ईश्वरः इति मया उक्तं, तर्हि मेहुल् महोदयेन कः इति पृष्टं, सिंहः इति मया उक्तं, तदनन्तरं का आकाङ्क्षा जायते? ओ अस्तु, ईश्वरः कः इति भवान् उक्तवान्, अनन्तरं सिंहः खलु? कुतः इति भवितुमस्ति, किमर्थं कुतः ईश्वरः सिंहः अनयोः मध्ये कीदृशसम्बन्धः भवति? न, अत्र सामान्यचिन्तनं सर्वैः करणीयं. वाट् ऐ एम् डिस्कसिङ्ग् हियर् इस् समथिङ्ग् वेरि वेरि लाजिकल्. केषामपि भवितुम्? हा, उत्तमम् उत्तमं. केषामिति प्रश्नः उदेति खलु. ईश्वरः इत्युक्ते ईश्वरः इति पदमेव स अपेक्षापदमस्ति, इत्युक्ते लार्ड् इति यदि अहं वदामि तर्हि तत्र कोऽपि अधीनाः भवेयुः खलु? सत्यं. यदि अधीनाः न एव सन्ति तर्हि ईश्वरत्वम् ईश्वरे कथं वा स्यात्? अतः ईश्वरः इति पदं मया प्रयुक्तम्. तर्हि इदानीं सिंह कः इति भवता पृष्टं, सिंहः इति मया उक्तं, तर्हि इदानीम् ईश्वरः सिंहः, ईश्वरः सिंहः ईश्वरः अस्ति चेत् केषामिति प्रश्नः उदेति खलु? तर्हि अहं वदामि प्राणिनां, प्राणिनाम् इति मया अहं वदामि. तर्हि इदानीमपि आकाङ्क्षा तत्र जातुम् अर्हति. मम गृहे गौः अस्ति, तस्यापि ईश्वरः सिंहः अस्ति वा इति चेत् कुत्र इति प्रश्नः उदेति, वने इति तत्र आकाङ्क्षा इत्युक्ते आकाङ्क्षा इत्युक्ते अन्वयः, अन्वयः कथं जायते इति चेत् तत्र सम्बन्धः भवेत् खलु. यदि ईश्वरः इति अहं वदामि, भवान् कः इति पृष्टवान्, तर्हि सिंहः इति मया उक्तं, केषाम् अथवा कस्य इति प्रश्नस्य उत्तरं मम गृहे उष्यमान पशोः इति यदि अहं वदामि तर्हि भवतः मनसि इदानीं प्रश्नः उदेति, कथं सिंहः भवतः गृहे उष्यमान पशोः ईश्वरः? तर्हि पशोः इति यदि अहं वदामि, गौः इति यदि अहं न गोः इति यदि अहं वदामि, तत्र आकाङ्क्षा नास्ति. ईश्वरः इति प्रथमम् उक्तं, तदनन्तरं सिंहः इति उक्तं, तयोः मध्ये आकाङ्क्षा अन्वयः अस्ति इति कृत्वा आकाङ्क्षा अस्ति. तदनन्तरं कस्य इति भवता पृष्टं, गौः गोः इति मया उक्तं, गौः नास्ति, गौः तु प्रथमा, गोः इति षष्ठी, गोः ईश्वरः, मम गृहे उष्यमान गोः ईश्वरः इति यदि अहं वदामि इदानीम् अन्वयः नास्ति. किमर्थम् इत्युक्ते मम गृहे उष्यमान गोः ईश्वरः अहमेव, न तु सिंहः. वने तत्र ये मृगाः वसन्ति तेषाम् ईश्वरः तु सिंहः, किन्तु मम गृहे या गौः अस्ति तस्य ईश्वरः सिंहः यदा कदापि न भवति. तर्हि यदि अहं गौः इति वदामि अथवा गोः इति वदामि, स्वगृहगोः इति यदि अहं वदामि, तर्हि तत्र आकाङ्क्षा नास्ति खलु? सत्यम्. हा, इति कृत्वा एतदेव इत्युक्ते अन्वयः सम्बन्धः भवेत्, पदस्य पदान्तरव्यतिरेकप्रयुक्त पदान्तरव्यतिरेकप्रयुक्त इत्युक्ते अनन्तरम् ईश्वरः रामः इत्युक्ते तत्र मध्ये ईश्वरः कः इति भवता पृष्टं, तस्य उत्तरं गोः इति यदि अहं वदामि, गोः इति पदम् अत्र पदान्तरं न भवति. किमर्थम् इत्युक्ते अत्र सम्बन्धः नास्ति. तर्हि पदान्तरव्यतिरेकप्रयुक्त अन्वय अनुभवात्मकत्वम् आकाङ्क्षा. अस्तु, धन्यवादः महोदय. अग्रे इदानीं योग्यता नाम किम् इति सत्यभामा भगिनी पठतु. महोदय, अर्थाबाधो योग्यता पदानां पठतु. अर्थ अबाधः योग्यता. हा उत्तमम्. अर्थ अबाधः, अर्थाबाधः योग्यता. अर्थाबाधः इत्युक्ते किम्? बाधः इत्युक्ते किम्? अवरोधः, निषेधः खलु. अर्थ अबाधः इत्युक्ते निषे अर्थं ज्ञातुं शक्यते इति न, अर्थ इति मया न उक्तम् एतावत्पर्यन्तं. प्रथमं बाधः इत्युक्ते किं? निषेधः. निषेधः. अबाधः इत्युक्ते किम्? अनिषेधः. निषेधस्य अभावः. निषेधस्य अभावः. तर्हि निषेधः इति पुनः साकाङ्क्षापदं. निषेधः इत्युक्ते कस्य इति प्रश्नः. तर्हि अर्थस्य अबाधः, अर्थाबाधः षष्ठी तत्पुरुषसमासः. बाधः अपि च नै, न बाधः अबाधः. कस्य? अर्थस्य अबाधः, अर्थाबाधः इत्युक्ते इति एव योग्यता. तर्हि अत्र अत्र अत्र उदाहरणं किम्? अस्मिना सिञ्चति इति. हा, अग्निना सिञ्चति इत्यत्र कः क्लेशः? वाक्यस्य अर्थः कः? सिञ्चति इत्युक्ते सेचनक्रिया. हा, स्प्रिङ्क्लिङ्ग् खलु. ओके ओके ओके. हा ओके. अग्निना तत् न कर्तुं शक्यते. तर्हि केन कर्तुं शक्यते? जलेन एव. उत्तमम्. जलेन सिञ्चति इति वाक्यमस्ति चेत् तर्हि तत्र योग्यता अस्ति. तयोः मध्ये योग्यता? जलेन सिञ्चति इति वदामः चेत् सेचनक्रिया अपि च जलं. प्रथमम् अत्र क्षम्यताम्, अत्र पुनः वाक्यं पठतु. अग्निना सिञ्चति इति. सिञ्चति इति नास्ति, सिञ्च न सिञ्चति इति नास्ति, सिञ्चयति इति अपि नास्ति, सिञ्चेति इति. सन्धिविच्छेदं कृत्वा पठतु. सिञ्चेति इति सिञ्चत् इति. सिञ्चेदीति इति भवति खलु. सिञ्चेत्. हा, अग्निना सिञ्चेत्. सिञ्चेत् इति. सिञ्चेत् इति लोट्. लोट् ओके. न, लोट् नास्ति, विधिलिङ्ग्. सिञ्चेत् अग्निना सिञ्चेत् इति आज्ञां ददाति कोऽपि. अग्निना सिञ्चेत् यु स्प्रिङ्कल् विथ् फायर्. तर्हि जलेन सिञ्चेत् इति चेत् तत्र योग्यता अस्ति खलु? अस्ति. हा, तयोः मध्ये योग्यता? अग्निपदस्य जलेन सिञ्चेत् इत्यस्मिन् उदाहरणे योग्यता अस्ति, तयोः मध्ये योग्यता इति मम प्रश्नः. जलम् अपि च सेचनक्रिया. उत्तमम्. जलम् इति अत्र किम्? कारकं किं जलेन सिञ्चेत् इत्यत्र कर्णकारकम् उत्तमम् हा जलम् इति करणम् अपि च सेचनक्रिया अनयोः मध्ये योग्यता अस्ति जलेन सिञ्चयितुं शक्यते खलु आं शक्यते हा किन्तु अग्निना सिञ्चेत् इत्यत्र योग्यता नास्ति तयोः मध्ये योग्यता नास्ति अग्नि अपि च सेचनक्रिया अग्निः इति करणम् इति वदतु अग्निः अग्निः इति न करणकारकं तर्हि यदि अग्निना इति मया उक्तं तर्हि तत्र क्रियापदं किं भवेत् योग्यक्रियापदं किं भवेत् अग्निना सिञ्चति इत्यत्र वा अग्निना सिञ्चेत् इत्यत्र न भवति इति चिन्तितम् तर्हि यदि अग्निना इति करणत्वेन वक्तुम् इच्छामि तर्हि तत्र योग्यक्रियापदं किं भवितुमर्हति इति प्रश्नः न सिञ्चति इति वक्तव्यं योग्यतः न सिञ्चति इति मह वदतु भगिनि अभावः भगिनि मम प्रश्नं श्रुत्वा वदतु अग्निना भवती प्रतिदिनम् अग्नेः उपयोगं करोति खलु किमर्थम् उपयोगं करोति पाकक्रिया तर्हि तद् वदतु न अग्निना किं पचति इति वक्तुं पचेत् पचेत् इति मम प्रश्नः अत्र कः क्लेशः अवगन्तुं भवतु अग्निना पचेत् इति वाक्यमस्ति चेत् तत्र तदा इदानीं योग्यता अस्ति वा अस्ति हा अग्निना पचेत् अग्निना दहेत् इति वाक्यमस्ति चेत् अग्निः इति करणम् अपि च दाहनक्रिया अथवा पचनक्रिया अनयोः मध्ये योग्यता अस्ति किन्तु अग्निना सिञ्चेत् इत्यत्र अग्निः इति करणं सेचनम् इति क्रिया अनयोः मध्ये योग्यता नास्ति खलु नास्ति तदेव अत्र उक्तम् अर्थ अबाधः योग्यता इत्युक्ते अग्निना सिञ्चेत् इत्यत्र अर्थ बाधः जातः वा अर्थ अबाधः जातः अर्थबाधः जातः अर्थ अबाधः जातः खलु अग्निना सिञ्चेत् इत्यत्र न क्षम्यताम् अर्थबाधः जातः अर्थ अबाधः नास्ति अर्थबाधः जातः अग्निना सिञ्चेत् इत्यत्र बाधः जातः इत्युक्ते अर्थः न अवबुध्यते तदेव योग्यता तर्हि इदानीम् आकाङ्क्षा अपि च योग्यता अनयोः मध्ये कः भेदः आकाङ्क्षा इत्यत्र पदयोः मध्ये सम्बन्धः चिन्तितम् इदानीम् अर्थविषये चिन्तितम् इदानीम् अर्थविषये अत्रापि सम्बन्धः नास्ति किं करणकारकं सम्बन्धः अन्वेति खलु सम्बन्धः अर्थेन सहितमस्ति वा इति अर्थसहितं सम्बन्धः अस्ति वा इति अर्थसहितमित्युक्ते किं वक्तुम् इच्छति अनयोः पदयोः मध्ये सम्बन्धः अस्ति अत्र परन्तु अर्थबोधः नास्ति हा इत्युक्ते अग्निना सिञ्चे इत्यत्र आकाङ्क्षा अस्ति वा न वा अस्ति किन्तु किं नास्ति अर्थं नास्ति योग्यता नास्ति इति वदतु योग्यता नास्ति गौः अश्वः पुरुषः हस्ति इति चतुर्णां पदानां मध्ये योग्यता अस्ति वा भिन्नभिन्नपद अस्ति खलु एकवाक्यम् इति कथं वक्तुं शक्यते तत् अर्थं ज्ञातुं शक्यते भिन्नभिन्नपदस्य मम प्रश्नस्य उत्तरं गौः योग्यता नास्ति इति वाक्ये विद्यमानानां चतुर्णां पदानां मध्ये योग्यता अस्ति वा न वा? योग्यता अस्ति, योग्यता अस्ति. गौः अश्वः इति तत्र अश्वः इति पदं गौः इत्यस्य अनन्तरं भवितुम् अर्हति खलु, तत्र निषेधः नास्ति. गौः, तर्हि इदानीं गौः अश्वः इति उक्त्वा इदानीं क्रियापदमेकं वदतु यत्र अर्थबोधः जायते. वदतु. गौः गौः अश्वः धावतः इति वक्तव्यम्. उत्तमम्. गच्छतः. गौः अश्वः गच्छतः अथवा धावतः इति वदति चेत् इदानीं तत्र गौः अपि च अश्वः अनयोः मध्ये योग्यता अस्ति भवितुम् अर्हति इति भवता निरूपिता. किन्तु अत्र धावतः अथवा गच्छतः इति अनुक्त्वा केवलं गौः अश्वः पुरुषः हस्ति इति केवलम् अत्र चत्वारि पदानि प्रयुज्य यदि वाक्यं वदामि तदा तत्र यद्यपि योग्यता अस्ति, योग्यता भवितुम् अर्हति, गौः अश्वः पुरुषः हस्ति च गच्छन्ति इति तावद् वदामि चेत् तत्र गौः अश्वः पुरुषः हस्ति इति एव अस्ति. किन्तु इदानीम् आकाङ्क्षा अपि जातम् अपि च योग्यता अपि जातम्, तर्हि तत्र योग्यता भवितुमर्हति गौः अपि च अश्वः, किन्तु आकाङ्क्षा नास्ति. यदि गौः अश्वः इति तावद् उक्त्वा अहं स्थगयामि तर्हि तत्र आकाङ्क्षा न पूरिता भवति. इत्युक्ते अत्र किं किं वक्तुमिच्छति भवान्? गौः इति भवता उक्तं, तदनन्तरम् अश्वः, किमपि नावबुध्यते. भवान् किं वक्तुमिच्छति? आकाङ्क्षा न पूरिता तत्र. यदि गौः अश्वः गच्छतः इति भवता उक्तं, तर्हि इदानीं मया अवगतम्, बुध्यते खलु? तर्हि गौः अश्वः पुरुषः हस्ति इत्यस्मिन् वाक्ये आकाङ्क्षा नास्ति, किन्तु योग्यता भवितुमर्हति. अग्निना सिञ्चेत् इत्यत्र आकाङ्क्षा अस्ति, सिञ्चेत् इति मया उक्तं, केन इति पृच्छति, तर्हि अग्निना इति मया उक्तं, तर्हि तत्र आकाङ्क्षा पूरिता किन्तु योग्यता नास्ति. किमर्थमित्युक्ते अग्निना सेचनक्रिया कर्तुं न योग्यम्, जलेनैव सेचनक्रिया कर्तुं योग्यम् इति कृत्वा अत्र न प्रमाणम्. अग्निना सिञ्चेत् इति वाक्यं न प्रमाणम् इत्युक्ते एतत् शब्दः तेन वाक्येन शब्दबोधः जायते इति न वक्तुं शक्यते, योग्यता विरहात् इति उक्तं. बुध्यते खलु? अस्तु, समीचीनं. तर्हि इदानीं धन्यवादः. अग्रे रमेश महोदय पठति वा? इदानीं सन्निधिः नाम का इति. आं महोदय, पदानाम् अविलम्बेन उच्चारणं सन्निधिः. पदानाम् अविलम्बेन उच्चारणं सन्निधिः इत्युक्ते किम्? विलम्बः नाम किम्? विलम्बः इत्युक्ते मध्ये मध्ये पदं नास्ति इति वा? मध्ये विलम्बः इत्युक्ते डिलेड् खलु? डिले, डिले. तर्हि विलम्बः इत्युक्ते मध्ये स्थगनं कृत्वा, व्यवधानं कृत्वा. अस्तु, जलेन सिञ्चे इति वाक्यमस्ति, तर्हि प्रथमम् अहं जलेन इति उक्त्वा तूष्णीम् अहं तिष्ठामि, तदनन्तरं श्वः सिञ्चेत् इति यदि अहं वदामि इदानीम् अर्थबोधः जायते किम्? न जायते. न जायते खलु? किमर्थमित्युक्ते अग्निना इति उक्त्वा स्थगनं कृत्वा मध्ये बहु किमपि मया उच्यते, भवान् कथमस्ति, भवत्याः भार्या कथमस्ति, इदानीं तत्र पुत्राः कथं सन्ति, पठनं कथं जायते इति एतत् सर्वं मध्ये बहु किमपि उक्त्वा तदनन्तरं सिञ्चेत् इति यदि अहं वदामि तत्र जलेन सह सिञ्चेत् इति पदस्य इति क्रियापदस्य जलेन सह अन्वयः इति भवता न अवगन्तुं शक्यते खलु? तर्हि पदयोः मध्ये सन्निधिः भवेत्। तत्र उदाहरणं किं दत्तमस्ति पुस्तके? प्रमाणं योग्यते। प्रहरे असोहचारितानि असोह तत्र सन्धिविच्छेदं कृत्वा पठतु। असह उच्चारितानि गामानय इति इत्यादि पदानि न प्रमाणं सन्निधि अभावात्। प्रहरे गाम् आनय उच्चारितानि असः उच्चारितानि इत्युक्ते गाम् इति उक्त्वा तदनन्तरम् आनयति झटिति मया वक्तव्यम्। यदि गाम् इति उक्त्वा तत्र तूष्णीं स्थित्वा श्वः आनय इति यदि अहं वदामि, अथवा गाम् इति उक्त्वा मध्ये बहु किमपि उक्त्वा तदनन्तरम् आनय इति यदि अहं वदामि, अर्थबोधः न जायते खलु? इति कृत्वा अत्र सन्निधिः आवश्यकी अस्ति तयोः मध्ये। पदयोः मध्ये सन्निधिः गाम् अपि च आनय इति पदयोः मध्ये सन्निधिः नास्ति चेत् तदा अर्थबोधः न जायते। यद्यपि अत्र आकाङ्क्षा वर्तते, योग्यता अपि वर्तते, गाम् अपि च आनय इत्यनयोः मध्ये आकाङ्क्षा अस्ति, आनय इति तावदेव यदि अहं वदामि किं मया आनेतव्यम् इति प्रश्नः आकाङ्क्षा उदेति, तर्हि गाम् इत्युक्ते तत्र आकाङ्क्षा अस्ति, योग्यता अपि अस्ति। यदि आनय इति अहं वदामि, भवान् पृच्छति किम् आनय, पर्वतम् आनय इति यदि अहं वदामि, तत्र योग्यता अस्ति किम्? यदि हनुमान् अस्ति चेत् योग्यता न। सत्यं, हनुमान् अस्ति चेत् सः पराक्रमशाली अस्ति इति कृत्वा तेन तादृशशक्तिः वर्तते, किन्तु तस्मिन् तादृशशक्तिः वर्तते, किन्तु अस्माभिः न कर्तुं शक्यते खलु? न कर्तुं शक्यते। तर्हि पर्वतमानय इति यदि अहं वदामि, तत्र योग्यता नास्ति, आकाङ्क्षा पूरिता, अपि च सन्निधिः अपि पूरिता। पर्वतमानय इति झटिति मया मिलित्वा उक्तं, किन्तु योग्यता नास्ति। किन्तु गामानय इत्यत्र यद्यपि आकाङ्क्षा पूरिता अस्ति, योग्यता अपि अस्ति, गोः आनयनं कर्तुं शक्यते, तथापि गाम् इति उक्त्वा मध्ये बहु किमपि उक्त्वा तदनन्तरम् आनय इति वदामि चेत् गाम् अपि च आनय इति पदयोः मध्ये सन्निधिः नास्ति इति कृत्वा अत्र अर्थबोधः जायते। तर्हि कदा अर्थबोधः जायते? आकाङ्क्षा भवेत्, योग्यता भवेत्, सन्निधिः अपि भवेत्, त्रयमपि भवेत्। यदि एकमपि सामग्री नास्ति, एकापि सामग्री नास्ति, तदा अर्थबोधः न जायते। त्रयमपि मिलित्वा भवेत्, यत्र आकाङ्क्षा अस्ति, योग्यता अपि अस्ति, सन्निधिः अपि अस्ति, तादृशसन्दर्भे अर्थबोधः जायते। अस्तु, तर्हि एतदेव अत्र अग्रे चिन्तयति, सर्वम् अस्माभिः चिन्तितं मूलात्। अस्तु, भवानेव पठतु महोदय आकाङ्क्षानिरूपणम् इति। आकाङ्क्षानिरूपणं मूले शब्दबोधस्य पदज्ञान अतिरिक्तं सामग्रीम् आह। किं महोदय? अतिरिक्तां सामग्रीम् आह आकाङ्क्षा योग्यता सन्निधिः च वाक्य अर्थ ज्ञान हेतुः इति दर्शितः च शक्ति अनुभव संस्कार पदज्ञान शक्ति स्मरण पदार्थ चित्त उपस्थिति शाब्दबोधनां क्रमः एवं च शक्ति अनुभवः शक्ति संस्कारद्वारा पदज्ञानं च शक्तिस्मरणजनकत्वेन यथा शाब्दबोधाय आवश्यकं तथा एव आकाङ्क्षायोग्यतासन्निधिरूपाणि कारणानि अपि अपेक्षितानि मूले इत्युक्ते मूलग्रन्थे शाब्दबोधस्य पदज्ञान अतिरिक्तं सामग्रीम् आह तर्हि शाब्दबोधे किं किं पदज्ञानस्य अतिरिक्ति पदज्ञानं भवेत् प्रथमं तत्पश्चात् एतत् एतानि सामग्रयः अपि भवेत् इति दत्तमस्ति आकाशः एकनिमिषम् अत्र पदज्ञान अतिरिक्ताम् इत्यत्र मूलग्रन्थे प्रथमं किमुक्तम् इति चेत् केवलं पुनस्मारणार्थं प्रथमम् अत्र मूलग्रन्थकारेण किं लिखितम् आप्तवाक्यं शब्दः इति उक्तम् आप्तस्य यथार्थवक्ता वाक्यं पदसमूहः शक्तं पदम् अस्मात् पदात् अयमर्थो बोद्धव्यः इति ईश्वरसङ्केतः शक्तिः इति एतत् सर्वम् उक्त्वा यदि शक्तिः इत्युक्ते का ईश्वर इच्छा कस्मिन् विषये अनेन पदेन अस्मात् पदात् अयमर्थः बोद्धव्यः इति ईश्वरसङ्केतः एव शक्तिः तर्हि तत्र शक्तिग्रहणं तदेव पदज्ञानम् इति उक्तं शाब्दबोधाय प्रथमसामग्री का इति चेत् पदज्ञानं यदि अहम् इदानीं चैनीस् भाषायां किमपि मेण्डरीन् भाषायां यदि अहं किमपि वदामि तर्हि यैः अत्र मेण्डरीन् न ज्ञायते तैः किमपि न अवगन्तुं शक्यते यद्यपि मम वाक्ये आकाङ्क्षा अस्ति योग्यता अस्ति सन्निधिः अपि अस्ति इति चिन्तयतु तथापि अत्र पदज्ञानं नास्ति चेत् पदज्ञानमित्युक्ते किं पदपदयोः पदे विद्यमानशक्तिः पदार्थं बोद्धुं या शक्तिः तज्ज्ञानं पदज्ञानं नास्ति चेत् आकाङ्क्षा योग्यता सन्निधिः अस्ति चेदपि अत्र बोधः न जायते तर्हि प्रथमा सामग्री का इति चेत् पदज्ञानम् तर्हि शाब्दबोधस्य पदज्ञान अतिरिक्तां सामग्रीमाह तर्हि प्रथमसामग्री का इति चेत् पदज्ञानं पदम् इत्यत्र अत्र केवलम् एकमेव पदम् इति न अवगन्तव्यं तत्र वाक्यं पदानां समूहः वाक्यं तत्र परस्पर अन्वयः कथमस्ति तत्र कारकत्वम् अपि च प्रत्ययानाम् आख्यातप्रत्ययस्य कः अर्थः मुख्यविशेष्यः कः अपि च तत्र कर्तरिप्रयोगः वा कर्मणि प्रयोगः वा भावे प्रयोगः विशेषणस्य अर्थः कः क्रियाविशेषणस्य अर्थः कः षष्ठीविभक्तेः अर्थः कः इति एतत् सर्वं पदज्ञानम् इत्यस्मिन् अन्तर्भूतमस्ति यद् अस्माभिः एतावत्पर्यन्तं शाब्दबोधः इति प्रकरणे चिन्तितं तत्सर्वं प्रथमसामग्र्यां पदज्ञाने अन्तर्भूतमस्ति यदि एतत् सर्वं ज्ञास्यामः तदा एव भवता वक्तुं शक्यते मयि पदज्ञानमस्ति इति इत्युक्ते घटः इति एकं पदं यदि अहं वदामि तस्य अर्थः कः इति चेत् घटः इति पदार्थः पाट् अहं जानामि तर्हि इदानीं भवतः कृते पदज्ञानमस्ति वा इति चेत् नास्ति घटमानय हस्तेन घटमानय भूतलात् हस्तेन घटमानय भूमौ विद्यमान घटमानय इति तत्र कारकं किम् अस्मिन्नर्थे विभक्तयः प्रयुक्ताः सन्ति अधिकरणकारकं किम् अपादानकारकं किं तस्य अर्थः कः इति एतत् सर्वं ज्ञात्वा यदि एतेषां सर्वेषां ज्ञानमस्ति तदा पदज्ञानम् इति प्रथमसामग्री भवतः कृते अस्ति. भवतु, इदानीं पदज्ञानमस्ति, तर्हि अन्यत् अन्या किमपि सामग्री न आवश्यका आवश्यकी इति वक्तुं शक्यते वा इति चेत् न. तर्हि तदेव अत्र उदाहरणानि दत्तानि, गौः, अश्वः, पुरुषः, हस्ति इत्यत्र प्रत्येकं पदे विद्यमानपदानाम् अत्र प्रत्ययानाम् अर्थः मया ज्ञातः. तर्हि पदज्ञानमस्ति चेत् शब्दबोधः जायते वा इति चेत् न, तत्र आकाङ्क्षा भवेत्, योग्यता अपि भवेत्, अपि च आसक्तिः अथवा सन्निधिः. आसक्तिः इति अस्यैव सन्निधेः भिन्ना नाम अस्ति. भवतु, एतत् सर्वं, तर्हि चत्वारः सामग्र्यः, चतस्रः सामग्र्यः उक्ताः. प्रथमं पदज्ञानम्, पदज्ञानम् इत्यनेन किम् अवगन्तव्यम् इति मया उक्तम्. पदज्ञानम् इत्युक्ते पदज्ञानम् इति नास्ति, वाक्यज्ञानम्. वाक्ये यानि पदानि सन्ति, तेषु पदेषु विद्यमानविभक्तीनाम् अर्थः कः, तयोः मध्ये परस्परसम्बन्धः कः, विशेषणं नाम किं, विशेष्यं नाम किम्, तत्र निरूपणं कत्र कथं जायते, कर्मत्वेन अन्वयः अथवा अत्र अनुकूलत्वेन अन्वयः, कृतिः इति, एतत् सर्वं यत् अस्माभिः एतावत्पर्यन्तम् अधीतं तत्सर्वं पदज्ञानम् इति एकयां सामग्र्याम् अन्तर्भूतमस्ति. किन्तु पदज्ञानमस्ति चेत् अर्थबोधः जायते इति नास्ति. तस्मादुपरि आकाङ्क्षा, योग्यता, सन्निधिश्च वाक्यार्थज्ञानहेतुः इति. अस्तु, अग्रे महोदय. दर्शितश्च, दर्शितश्च शक्ति अनुभव संस्कार पदज्ञानं शक्तिस्मरणं पदार्थ उपस्थिति शाब्दबोधानां क्रमः. तर्हि शाब्दबोधक्रमः अत्र उक्तः अस्ति. प्रथमं शक्तेः अनुभवः, शक्ति अनुभवः. तर्हि इत्युक्ते किम्? एकम् उदाहरणं वदतु. कोऽपि घटः इति यत् वदति तद् शक्ति अनुभवः अस्ति मम. प्रथमवारम् अयं घटः इति प्रथमवारं यदि मम पौत्रस्य कृते, एतावत्पर्यन्तं मम पौत्रेण घटः इत्युक्ते किं, घटम् इति पदमेव तेन न श्रुतम्. तर्हि प्रथमवारं यदि अयं घटः, अत्र पश्यतु, शक्ति अनुभवः इति पदं प्रयुक्तम्. अनुभवः इत्युक्ते प्रत्यक्षज्ञानं खलु. ज्ञानं द्विविधं, प्रत्यक्षं परोक्षं, प्रत्यक्षं पुनः द्विविधं, तत्र स्मृतिः न, ज्ञानं द्विविधं, स्मृतिः अनुभवश्च. अनुभवः चतुर्विधमस्ति, प्रत्यक्षम्, अनुमानम्, उपमानं, शाब्दः इति. तर्हि अत्र अनुभवः इत्यत्र प्रत्यक्ष अनुभवः भवेत्. अस्तु, शक्ति अनुभवः कुत्रचित् प्रत्यक्ष अनुभवः न भवितुमर्हति. भवतु, तत्र लक्षणया अवगच्छामश्चेत्. भवतु, तत्र अनुभवः इत्युक्ते प्रमाणजन्यं ज्ञानं, तदेव. अस्तु, तर्हि अयं घटः इति अनुभवः जातः. तर्हि प्रथमसोपानं जातं, तेन किं जायते? तेन संस्कारं जायते मनसि. संस्कारः जायते कुत्र? आत्मनि संस्कारः जायते. उत्तमम्. अस्तु, तदनन्तरं पदज्ञानम् अपि भवेत्. पदज्ञानं तत्र किं, संस्कारेण पदज्ञानं, तर्हि तत् पदं द्वितीयवारं यदा वयं शृणुमः तदा पदज्ञानं जायते. उत्तमम्, उत्तमं खलु. द्वितीयवारं यदा ज्ञायते तदा पदज्ञानं जायते. तर्हि प्रथमवारं मम पौत्रस्य कृते अयं घटः इति उक्तं, तेन तस्य अनुभवः जातः, संस्कारः अपि जातः. इदानीं द्वितीयवारम् अहं किं वदामि? घटमानय इति मम पौत्रं प्रति अहं वदामि, घटमानय इति. तदा तृतीयसोपानं परज्ञानं भवति केन इन्द्रियेण श्रोत्रेन्द्रियेण हा उत्तमं परज्ञानं श्रोत्रेन्द्रियेण जायते तृतीयसोपाने अस्तु चतुर्थं शक्तिस्मरणं तर्हि तत् पदस्य किमर्थम् अस्ति इति तस्य पदार्थयोः यद् सम्बन्धः अस्ति तस्य स्मरणं भवति स्मरणं केन जायते संस्कारेण स्मृति जायते संस्कारेण जायते खलु तर्हि पदं श्रुत्वा तर्हि क्रमः एवम् अयं घटः इति प्रथमवारं मम पौत्रस्य कृते मया उक्तं तेन तस्य अनुभवः घट इति पदार्थस्य अनुभवः जातः तेन संस्कारः जातः तत्र अनुभवः इत्युक्ते पदपदार्थयोः मध्ये यः सम्बन्धः तस्य अनुभवः जातः इत्युक्ते घटम् अयं घटः इति यदि अहं न वदामि तथापि यदि मम पौत्रः घटं पश्यन्नस्ति तदा घटस्य अनुभवः प्रत्यक्षेण चक्षुषा जातः किन्तु अत्र शक्ति अनुभवः इत्युक्ते अयं घटः इति घटं पश्यन्तं घटं पश्यन्तं पौत्रं यदि अहं वदामि तदा तस्य शक्ति अनुभवः इत्युक्ते घटम् इति पदम् अपि च घटम् इति पदार्थः तयोः मध्ये यः सम्बन्धः अस्ति शक्तिः अस्ति सा शक्तेः ग्रहणम् अनुभवः जायते प्रथमं तेन संस्कारः जातः इदानीम् अग्रिमे दिने घटमानय इति अहं वदामि अत्र घटम् इति पदं तेन श्रोत्रेन्द्रियेण श्रुतं श्रुत्वा तज्ज्ञानं पदज्ञानं श्रोत्रेन्द्रियशाब्दज्ञानम् अत्र अर्थज्ञानं न जातं केवलं शाब्दम् घकारः अकारः टकारः अकारः मकारः इति घटम् इति तेन श्रुतं तेन किं जातम् अत्र संस्कारस्य उद्बोधः जातः पूर्वं यत् प्राप्तं संस्कारं तस्य उद्बोधः जायते संस्कारस्य उद्बोधेन शक्तिस्मरणं जायते तर्हि मध्ये एतानि सोपानानि अपि सन्ति स्पष्टार्थं मया उक्तं तर्हि इदानीं शक्तिस्मरणं जातम् अग्रे महोदय तत्पश्चात् पदार्थ उपस्थितिः तर्हि आत्मनि तद् यत् घटः इति यत् पदमस्ति तस्य अर्थः अपि जायते हा इत्युक्ते पदार्थस्य उपस्थितिः मनसि भवति मनसि आगच्छति खलु शक्तिस्मरणं तत्र अहो घटम् इति श्रुत्वा अह घटपदार्थमेव सः वदति इति पदार्थस्य उपस्थितिः जातः तेन शाब्दबोधानां तेन शाब्दबोधं जातः शाब्दबोधः जायते यदा पदार्थस्य उपस्थितिः भवति तदा शाब्दबोधः जातः इति अवगन्तुं शक्नुमः यदि गगबुगै इति अहं वदामि तत्र किमपि पदार्थस्य उपस्थितिः इदानीं भवतः मनसि न जातः खलु गगबुगै इत्युक्ते किं न अवबुध्यते इति भवान् वदति खलु किन्तु घटम् इति श्रुत्वा इदानीं घटम् इत्युक्ते मनसि तत्र घटस्य आकारः आगच्छति तदेव पदार्थ उपस्थितिः इति तर्हि घटम् इति उक्त्वा तत्र शाब्दबोधः जातः एवञ्च अग्रे एवञ्च शक्ति अनुभवः शक्तिसंस्कारद्वारा पदज्ञानं च शक्तिस्मरणजनकत्वेन यथा शाब्दबोधाय आवश्यकं तथा एव आवश्यकं तथा एव आकाङ्क्षा योग्यता सन्निधिरूपाणि कारणानि अपि अपेक्षितानि तर्हि यथा शक्ति अनुभवः शक्तिसंस्कारद्वारा पदस्य ज्ञानं भवेत् पदज्ञानेन शक्तिस्मरणं भवेत् शक्तिस्मरणेन पदार्थ उपस्थितिः भवेत् पदार्थ उपस्थितेन उपस्थित्या पदार्थ उपस्थित्या शाब्दबोधः जायते अत्र किञ्चित् परिष्कर्तव्यं महोदय पदार्थ उपस्थित्या शाब्दबोधः इति नास्ति पदार्थ उपस्थितिः एव शाब्दबोधः पदार्थ उपस्थि स्थितिः एव शब्दबोधं तथा एव आकाङ्क्षा योग्यता सन्निधिः इति अपि शब्दबोधस्य कारणम् अस्ति इति दत्तम् अस्ति. उत्तमम् इति अस्ति. अस्तु, धन्यवादः महोदय. स्वामिमहोदयेन पठितुं शक्यते किम्? महोदय. अस्तु, तेषु च अपेक्षितानि, तेषु च आद्यम् आकाङ्क्षा निर्वक्तिपदस्य इति. निर्वक्ति इति पदस्य अर्थः कः? न जानामि. निर्वक्ति इत्युक्ते उच्यते इति अर्थः. तेषु, तेषु इत्युक्ते केषु? कारणानि. तानि कानि? आकाङ्क्षा योग्यता सन्निधिरूपाणि कारणानि खलु? आं महोदय. तेषु आद्यम् आकाङ्क्षा निर्वक्ति, आकाङ्क्षाम् उच्यते पदस्य इति. पदस्य इति कुत्र उक्तं? मूले उक्तं. पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वय अननुभावकत्वम् आकाङ्क्षा इति उक्तम्. अन्वय अन्वयान् आकाङ्क्षा योग्य अननुभावकत्वम् आकाङ्क्षा. अस्तु, हा पठतु. कारणानि त्रीणि, आकाङ्क्षा योग्यतो सन्निधिरूप तत् पदस्य पदान्तरव्यतिरेकप्रयुक्तशाब्दबोध अजनकत्वम् इति मूलं मूले दत्तम्. तत्र अत्र मूले किं वस्तुतः एवं मूले न दत्तं खलु. मूले पदस्य पदान्तरव्यतिरेकप्रयुक्त अन्वय अननुभावकत्वम् आकाङ्क्षा इति उक्तम्, किन्तु किञ्चित् परिवर्तयति अत्र. पदस्य पदान्तरव्यतिरेकप्रयुक्त शाब्दबोध अजनकत्वम् इति वदति. अस्तु, अग्रे पठतु. तत्र शाब्दबोधपदार्थः प्रसिद्धः एव. अस्तु, तत्र इत्युक्ते कुत्र? कारणानि महोदय. न, अस्मिन् वाक्ये पदस्य पदान्तरव्यतिरेकप्रयुक्तशाब्दबोध अजनकत्वम् इत्यस्मिन् वाक्ये बहूनि पदानि सन्ति खलु. पदस्य पदान्तरव्यतिरेकप्रयुक्तशाब्दबोध अजनकत्वम् इत्यत्र शाब्दबोध इति पदार्थः प्रसिद्धः. शाब्दबोधः इत्युक्ते किम् इति वयं जानीमः इदानीं खलु. आं महोदय. शाब्दबोधः इत्युक्ते किम्? वाक्यस्य अर्थः. पदार्थ उपस्थितिः एव शाब्दबोधः. इदानीमेव मया उक्तं खलु, पदार्थ उपस्थितिः. पदं श्रुत्वा शक्तिस्मरणं प्राप्त्वा पदार्थ उपस्थितिः यदा भवति तदा शाब्दबोधः जातः. यथा मया प्रदर्शितं घटम् इति यदि अहं वदामि इदानीं शाब्दबोधः जातः, पदार्थस्य उपस्थितिः जाता. किन्तु गगबुगै इति यदि अहं वदामि शाब्दबोधः न जातः खलु. तदेव अत्र उक्तं, तत्र अस्मिन् वाक्ये शाब्दबोधपदार्थः प्रसिद्धः एव. अस्तु, अग्रे. अजनकत्वं जनकत्व अभावः. शाब्दबोध अजनकत्वम् इति उक्तं, तर्हि शब्द अजनकत्वं नाम किम् इति चेत् जनकत्व अभावः. अग्रे. शाब्दबोधः न जायते. तथा च शाब्दबोधजनकत्वाभावः इति आयातम्. सत्यम्. अग्रे. पदस्य तर्हि शाब्दबोधजनकत्व अभावः इति आयातं खलु तदेव अर्थः तर्हि इदानीम् आकाङ्क्षा न पूरिता शाब्दबोधजनकत्व अभावः इत्युक्ते किं श्रुत्वा इति प्रश्नः आकाङ्क्षा उदेति खलु पदं श्रुत्वा पदा पठतु अग्रे पदस्य इति षष्ट्यर्थः सम्बन्धः अस्मिन् अभावे अन्वेति पदस्य किमपि पदस्य अभावः अस्ति अतः अर्थबोधः न जायते न न पदस्य अभावः अस्ति इति चेत् तादृशं नास्ति महोदय पदस्य अभावः इति प्रथमं न भवितुं तस्य पदस्य अभावः इत्युक्ते किं किं वक्तुमिच्छति अस्य वाक्यस्य अर्थः कः आकाङ्क्षा किमपि यः ये यानि पदानि सन्ति ते सम्यक् अर्थज्ञानं न दास्यन्ते न न तादृशं नास्ति अत्र पश्यतु क्रमेण चिन्तनीयं पदस्य इति अस्ति खलु तत्र पदस्य इति पदं कुत्र दृश्यते पदस्य इति पदस्य पदान्तरे व्यतिरेक हा खलु अस्मिन् वाक्ये पदस्य इति पदम् अस्ति तस्मिन् विषये इदानीं चिन्तनं पदस्य इति तत्र पदस्य इति शब्दस्य अन्ते का विभक्तिः अस्ति षष्टिविभक्तेः अर्थः कः सम्बन्धः हा तर्हि सम्बन्धः इत्युक्ते केन सह सम्बन्धः इति वक्तव्यं खलु आम् महोदय तर्हि पदस्य इति पदस्य अन्ते विद्यमानषष्टेः अर्थः सम्बन्धः तर्हि केन सह सम्बन्धः इति चेत् उत्तरं किम् अभावः अभावे सम्बन्धः अभावे अभावेन सम्बन्धः कस्य अभावः शाब्दबोधजनकत्व अभावः हा तर्हि पदस्य शाब्दबोधजनकत्व अभावः इति वाक्यम् इदानीं जातं यथा दशरथस्य पुत्रः इति वदामश्चेत् दशरथ अपि च पुत्रयोः मध्ये सम्बन्धः उक्तः षष्ठ्या तथा पदस्य शाब्दबोधजनकत्व अभावः इति आगतम् अस्तु अग्रे तथा च तथा च पदम् अर्थबोधजनकाभाववत् भवति जनकत्व अभाववत् भवति तथा च पदं शाब्दबोधजनकत्वाभाववत् भवति पदं शाब्दबोधं न जनयति इति अर्थः लभ्यते अभावः अस्ति इति कृत्वा शाब्दबोधं न भवति अत्र अत्र किमस्ति इति वदतु महोदय शाब्दबोधजनकत्व अभाववत् भवति इति उक्तं कथं भवति किं प्रथमं किं भवति शाब्दबोधजनकत्व अभाववत् किम् पदस्य गुणं शाब्दबोधजनकत्व अभाववत् न मम प्रश्नः शाब्दबोधजनकत्व अभाववत् किम् किं पदं भवति किम् इत्युक्ते पदम् इति वक्तव्यं पदं शाब्दबोधजनकत्व अभाववत् भवति इति उक्तं खलु आम् तर्हि पदं शाब्दबोधजनकत्व अभाववत् भवति अत्र कः प्रत्ययः अस्ति मतु महोदय उत्तमं मतु प्रत्ययः खलु मतु प्रत्ययः अस्ति केन सूत्रेण सूत्रं न स्मरणेन अन्य कोऽपि वदतु मतु प्रत्ययस्य विधायकसूत्रं किम् अस्य अस्मिन् वा हा अस्य अस्ति अस्मिन् वा तर्हि रमेशमहोदय भवानेव वदतु अत्र मतुप्रत्ययः अस्य अस्ति इत्यस्मिन् अर्थे वा अस्मिन् अर्थि अस्ति इत्यस्मिन् अर्थे वा अस्य अस्ति इति चिन्तयामि उत्तमं किमर्थम् अस्य इति भवता उक्तम् जनकत्वं पदस्य शाब्दबोधजनकत्व अभावः इति उक्तं खलु पदे शाब्दबोधजनकत्व अभावः इति न उक्तं पदस्य शाब्दबोधजनकत्व अभावः इति तत्र षष्ठी तर्हि शाब्दबोधजनकत्व अभावः पदस्य अस्ति इति बोद्धुम् अत्र मतुप्रत्ययः अतः शाब्दबोधजनकत्व अभाववत् भवति पदम् बुध्यते खलु महोदय समीचीनमेव किन्तु पदे किमर्थं नास्ति किमर्थं पदस्य इति किम् पदे तावत् शाब्दबोधजनकत्व इति उक्तं चेत् अर्थबोधः जायते पदस्य इत्युक्तं चेत् न अर्थबोधः जायते इति भवान् चिन्तयति किम् तथैव नास्ति पदे अपि समीचीनमेव खलु पदे किन्तु अत्र मूले कथम् उक्तं पदस्य इत्येव उक्तं खलु पदस्य एव उक्तं पदस्य इति कृत्वा एतादृशं समर्थनं करोति सः एषा तु व्याख्या अस्ति खलु मूलस्य व्याख्या तर्हि मूले कथं प्रयुक्तं तस्य अर्थः कथम् अवगन्तव्यम् इति चेत् पदस्य शाब्दजनकत्व अभावः शाब्दबोधजनकत्व अभावः इति कृत्वा पदं शाब्दबोधजनकत्व अभाववत् भवति अस्तु अग्रे पदं शाब्दबोधं न जनयति इति अर्थः लभ्यते तर्हि तावदेव वदामश्चेत् यदि अहं गगबुगै इति वदामि तर्हि अत्रापि आकाङ्क्षा नास्ति इति भवति खलु किमर्थमिति चेत् गगबुगै इति शब्दं श्रुत्वा गगबुगै यदि इति पदमिति स्वीकुर्मः गगं गगबुगै इति पदस्य शाब्दबोधजनकत्व अभावः अस्ति खलु तर्हि गगबुगै इति पदं शाब्दबोधजनकत्व अभाववत् अस्ति खलु तर्हि केवलं गगबुगै इति एकमेव शब्दं यदि अहं वदामि तदा अस्य पदस्य शाब्दबोधजनकत्व अभावः अस्ति इति कृत्वा तर्हि गगबुगै इति वदामश्चेत् तत्र आकाङ्क्षा नास्ति इति भवति तर्हि इतोपि किञ्चित् वक्तव्यं तदेव अग्रे उच्यते परन्तु अग्रे परन्तु एतादृशी स्थितिः यस्य पदस्य शक्तिः न गृहीता तस्यापि सम्भवति हा तदेव मया उक्तम् इदानीं यस्य पदस्य शक्तिः न गृहीता गगबुगै इति पदस्य शक्तिः न गृहीता खलु न गृहीता तस्यापि गगबुगै इति पदस्यापि सम्भवति इति कृत्वा अग्रे यस्य पुरुषस्य हि मघवत् पदस्य शक्तिग्रहो न उत्पन्नः तस्य मघवा देवानां राजा इति वाक्यात् न जायते एव बोधः अस्तु मघवत् इति पदमस्ति तस्य शक्तिग्रहणं न भवति चेत् मनसि तर्हि मघवा देवानां राजा मघवत् कः इति मघवत् हा सत्यं पदार्थ उपस्थितिः नास्ति चेत् पदार्थ उपस्थितिः हा तर्हि मघवा देवानां राजा वाक्य मध्ये तस्य अर्थबोधः न जायते न जायते खलु देवानां राजा इति पदयोः ज्ञानं तस्मिन् अस्ति तत्र शक्तिग्रहः अस्ति किन्तु मघवा देवानां राजा इत्यत्र मघवा इत्युक्ते किम् इदानीमपि अस्माभिः न ज्ञायते खलु मघवा इत्युक्ते किम् इति न ज्ञायते खलु कोऽपि जानाति किं मघवा इत्युक्ते किम् इति न जानाति भवान् मघवान् इन्द्रः न मघवा इति पदं श्रुत्वा तस्य अर्थं भवता ज्ञातं किम् महोदय अहं चिन्तयामि इन्द्रः एव इति न अस्तु भवता यदि मघवत् इत्यनेन इन्द्रः इति अर्थः स्वीकरणीयः इति चेत् अर्थबोधः जायते किन्तु प्रायः मेहुल् महोदयस्य अथवा सत्यभामि भगिन्याः अर्थबोधः न जातः किमर्थमित्युक्ते मघवत् इत्यनेन इन्द्रः अर्थ इन्द्र मघवत् इति प्रातिपदिकस्य अर्थः इन्द्रः इति शक्ति अनुभवः तेन न प्राप्तम् इति कृत्वा संस्कारः न जातः तदा मघवादेवानां राजा इत्यत्र पदज्ञानं जातं चेदपि शक्तिस्मरणं न जातम् अतः पदार्थ उपस्थितिः न जाता तर्हि मघवा इति पदे पदस्य शाब्दबोधजनकत्व अभावः अस्ति तर्हि तदेव आकाङ्क्षा वा इति चेत् न इति इतोपि किञ्चित् चिन्तनीयमस्ति अस्तु धन्यवादः महोदय अग्रे मेहुल् महोदय पठतु अतः महोदय अतः न केवलं शाब्दबोध अजनकत्वम् उक्तं किन्तु पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोधजनकत्वम् अस्तु पूर्व तर्हि अत्र दलद्वयमस्ति आम् आम् अत्र पदस्य पदान्तरव्यतिरेकप्रयुक्तशाब्दबोधजनकत्वम् इत्यस्मिन् वाक्ये पदद्वयमस्ति अत्र पदस्य शाब्दबोध अजनकत्वम् इति एकं पदम् अन्यत् अस्ति पदान्तरव्यतिरेकप्रयुक्तम् इति तर्हि अधुना द्वितीय पदम् इत्युक्ते द्वितीयदलं पदान्तरव्यतिरेकप्रयुक्तम् इत्यस्य अर्थः कः इति यदि पदान्तरव्यतिरेकप्रयुक्तम् इति दलं नास्ति तत्र तदा कुत्र अतिव्याप्तिः भवति पदस्य शाब्दबोध अजनकत्वम् एव भवति तर्हि कुत्र अतिव्याप्तिः भवति अन्य अत्र यत्र कुत्रापि पदेन शाब्दबोधः न जायते चेत् सर्वत्र तर्हि किम् उदाहरणं मया उक्तं गगभुगै इति हा तर्हि गगभुगे अतिव्याप्तिः भवति इति वक्तव्यं गगभुगै इति निरर्थकपदमस्ति किन्तु पदस्य शाब्दबोध अनुजनकत्वम् इति एकमेव दलं वदामश्चेत् शाब्दबोध अनुजनकत्वम् इति एकमेव दलं वदामश्चेत् गगभुगै इत्यत्रापि अतिव्याप्तिः भवति इति कृत्वा द्वितीयदलं योजनीयं पदान्तरव्यतिरेकप्रयुक्तम् अस्तु तर्हि तस्य अर्थः कः इति अग्रे चिन्तयतु वदतु पठतु महोदय पूर्वोक्तस्थले शक्तिग्रहाभावदशायां शाब्दबोध अजनकत्वसत्त्वेऽपि तत् न पदान्तरव्यतिरेकप्रयुक्तं किन्तु शक्तिग्रह अभावप्रयुक्तम् अस्तु पूर्वोक्तस्थले इत्युक्ते अत्र मघवादेवानां राजा उत्तमम् इत्यस्मिन् स्थले शक्तिग्रह अभावः अस्ति इत्युक्ते तस्मिन् पदे मघवत्पदे शक्तिग्रहः न उत्पद्यते अतः शक्तिग्रहस्य अभावः अस्ति तत्र तर्हि तत्र शाब्दबोध अजनकत्वं तु अस्ति एव परन्तु पदान्तरव्यतिरिकप्रयुक्तं नास्ति उत्तमं केवलं शक्तिग्रह अभाव एव तत्र योजितं तर्हि अत्र प्रयुक्तम् इत्यस्य प्रयोज्यम् इति अर्थः अत्र पदान्तरव्यतिरेकप्रयुक्तम् इत्यस्मिन् प्रयुक्तम् इत्यस्य प्रयोज्यम् इति पदान्तरव्यतिरेकप्रयोज्यम् अत्र किं शक्तिग्रह अभावप्रयुक्तं मघवादेवानां राजा इति वाक्यं श्रुत्वा यदि मघवत् इति पदस्य अर्थः न ज्ञायते तर्हि किं किं न जायते वाक्यस्य बोधः न जायते सम्पूर्णवाक्यस्य शाब्दबोधः न जायते खलु आम् आम् शाब्दबोधः न जायते तर्हि अत्र शाब्दबोधः मघवादेवानां राजा इति वाक्यात् शाब्दबोधः न जायते तर्हि इदानीं शाब्दबोधः किं प्रयुक्तं शाब्द अबोधः शब्दभूतः किं प्रयुक्तम् इति चेत् शक्तिग्रह अभावप्रयुक्तम् शक्तिग्रह अभावः प्रयुक्तं सत्यम् इत्युक्ते शक्तिग्रह अभावः प्रयोजककर्ता हा तेन एव शाब्दबोधः शाब्दग्रहः प्रयोज्यकर्ता भवति शाब्दग्रहः तद् बोद्धिमेव प्रयुक्तम् इति पदं प्रयुक्तमस्ति आम् आम् तर्हि शाब्द अबोधः शक्तिग्रह अभावप्रयुक्तम् यदि शक्तिग्रहः जायते तदा एव शाब्दबोधः जायते खलु आम् आम् तर्हि शक्ति तर्हि अत्र भगवादेवानां राजा इत्यत्र शब्दबोधः न जातः किमर्थं तस्य कारणं किम् इति चेत् शक्तिग्रह अभावः अतः एव प्रयुक्तम् इत्युक्ते केन कारणेन अत्र शाब्दबोधः न जातः इति चेत् शक्तिग्रह अभावेन तदेव तत्र प्रयुक्तम् इति उक्तम् अतः एव शक्तिग्रह अभावप्रयुक्तं शाब्द अबोधः अतः शक्तिग्रहस्य प्रयुक्तम् इत्यस्य प्रयोज्यम् इति अर्थः यदि यदि इदानीं मया उक्तं प्रयोज्यं प्रयोज्यं शक्ति तर्हि शाब्दबोध शाब्द शाब्दबोध अभावः इति अभावप्रयोज्यः प्रयोज्यं भवति प्रयोज्यम् अथवा प्रयोज्यः शाब्दबोधः इति पुल्लिङ्गे अस्ति इति कृत्वा शक्तिग्रह अभावप्रयोज्यः अस्तु अग्रे सत्यं प्रयोज्यप्रयोजकभावः निरूपित एव अस्माभिः उक्तं जानीमः खलु अहं जानीमः प्रयोज्यभावं यस्मिन् वाक्ये अस्ति तादृशवाक्यमेकं वदतु बाल पुत्रेण न पित्रा बालके बालके अत्र कर्मणि प्रयोगः मा करोतु कर्तरिप्रयोगः एव करोतु अस्तु पिता बालकेन पाठं पाठयति पिता बालकेन पाठं पाठयति न वस्तुतः अत्र बालकेन इति न भवति किञ्चित् बालकं भवति बालकं पाठं न पाठयति इति एव भवति सत्यम् अत्र शब्दकर्म अस्ति पाठः इति शब्दकर्म कृत्वा शब्दकर्म अकर्मकाणाम् अणिकर्तासनौ गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्तासनौ कर्मत्वं प्राप्नोति तेन द्वितीया एव भवति बालकं पाठं पाठयति खलु तर्हि अत्र प्रयोजककर्ता कः प्रयोजककर्ता इति पिता उत्तमं प्रयोज्यकर्ता बालकः एवं शक्तिग्रह अभावः शाब्दबोधं न कारयति शाब्द अबोधं कारयति इति भवति वाक्यमत्र शाब्द पुनः वदामि शक्तिग्रह अभावः शाब्द अबोधं कारयति तर्हि प्रयोजककर्ता अस्ति शक्तिग्रह अभावः प्रयोज्यकर्ता भवति शाब्द अबोधः शाब्द अबोधः अस्तु अग्रे महोदय उक्तं च उक्तं च तत्र विषयत्वादीनि विषयत्वादि नित्यपदार्थानाम् उत्पत्त्यसम्भवेऽपि ज्ञानाधीनत्वात् ज्ञानप्रयुक्तव्यं सन्धिविच्छेदं कृत्वा एकवारं पठतु ज्ञानप्रयुक्तत्वं उक्तं च तत्र विषयत्व आदि नित्यपदार्थानाम् उत्पत्ति असम्भवे अपि उत्पत्ति असम्भवे अपि ज्ञानाधीनत्वात् ज्ञान अधीनत्वात् ज्ञानप्रयुक्तत्वम् विषयत्वादि नित्यपदार्थानाम् उत्पत्ति असम्भवे तर्हि तेषाम् उत्पत्तिः न सम्भवति विषयत्व तेषाम् उत्पत्तिः न सम्भवति विषयत्व आदि नित्यपदार्थानाम् उत्पत्तिः तर्हि अत्र विषयत्वम् इति अत्र नित्यत्वं तत्र किञ्चित् चिन्तयतु विषयत्वं कुत्र अस्ति विषयत्वं विषये अस्ति हा सत्यं विषयत्वं विषये अस्ति, किमर्थम् अत्र विषयत्वस्य विषये चिन्तनं? हा विषयत्वादि नित्यपदार्थ विषयत्वादि इति नित्यपदार्थः अस्ति वा? नित्यपदार्थः तु तर्हि इदानीं विषयत्वं विषये अस्ति, अत्र उदाहरणत्वेन एकं विषयं स्वीकरोतु, एकः विषयः स्वीकरोतु, घटः। हा सत्यं, तर्हि घटे घटः इति स्वयम् अनित्यपदार्थः भवतु। हा स्वयं, हा तदेव, तदेव ब्रह्म, तत्र तत्र क्लेशः नास्ति, समीचीनम् उदाहरणं भवता स्वीकृतं, तदर्थमेव मया पृष्टं। यदि आकाशः इति स्वीकरोति भवता न अवगतम्? आम् आम् आम् आम्। घटः इति पदार्थः अनित्यः स्वयं, किन्तु घटे विद्यमानविषयत्वं, तर्हि घटे विद्यमानविषयत्वं नाम किम्? घटत्वम् इति खलु? न, घटे तु घटत्वमस्ति, तत्तु भिन्ना जातिः, घटत्वं तु नित्या नित्यमस्ति, तत् तत्तत्र विषये नास्ति, घटे विषयत्वमस्ति। सत्यं, तद्विषयत्वं नित्या नित्यमस्ति, नित्यमस्ति, आम् सत्यम्। किन्तु इदानीं घटे विषयत्वम् इत्यस्य अर्थः कः? घटः इति ज्ञानस्य विषयः इति। उत्तमम्, घटः इति ज्ञानस्य विषयः भवितुमर्हति खलु? तदा एव विषयत्वं तस्मिन् भवति। हा इति इत्युक्ते तदा एव इत्युक्ते ज्ञानस्य विषयः भवितुमर्हति इति कृत्वा घटे विषयत्वं नित्यम्। आम् आम्। किन्तु तद्विषयत्वस्य ग्रहणं कदा भवति? इत्युक्ते ज्ञानं केन सम्बन्धेन घटे वर्तते, अयं घटः इति ज्ञाने? ज्ञानं विषयता सम्बन्धेन विषये वर्तते अथवा? सत्यं, ज्ञानं विषय विशेष्यता सम्बन्धेन खलु? इतोपि स्पष्टतया वक्तव्यं चेत् ज्ञानं विशेष्यतासम्बन्धेन घटे वर्तते। सा विशेष्यता यदि ज्ञानमस्ति तदा एव घटे अस्ति वा? नास्ति, नास्ति खलु, सर्वदा अस्ति। विशेष्यता घटे विद्यमानविशेष्यता नित्या अस्ति, नित्या। किन्तु यदा ज्ञानं जायते तदा एव ज्ञानं विशेष्यतासम्बन्धेन घटे भवति इति कृत्वा सा विशेष्यता ज्ञानप्रयुक्तम् इति उक्तम्। हा अस्तु अस्तु, ज्ञानप्रयुक्तं, हा ज्ञानमस्ति चेत् एव, इत्युक्ते ज्ञानम् इति प्रयोजककर्ता भवति, विशेष्यता प्रयोज्यकर्ता भवति। हा ज्ञानम् इति प्रयोजकं, तेन एव तादृशविशेष्यता जायते, तेन एव विशेष्यता जायते, अतः विशेष्यता इति प्रयोज्यकर्ता भवति। इत्युक्ते यद्यपि विशेष्यता अस्ति, अत्र आकाशः विभुद्रव्यमस्ति खलु, तर्हि यं कमपि मूर्तद्रव्ये यदि क्रिया जायते तदा आकाशेन सह तस्य संयोगः भवितुमर्हति खलु? किन्तु स च संयोगः किं प्रयुक्तम्? क्रियाजन्यम् अस्ति। उत्तमं, क्रियाप्रयुक्तं, क्रियाप्रयुक्तं, यदा क्रिया जायते इत्युक्ते आकाशे संयोगः जातुम् अर्हता वर्तते, परन्तु नित्यत्वेन वर्तते, किन्तु कदा जायते? यदा मूर्तद्रव्ये क्रिया जायते तदा एव आकाशेन सह संयोगः मूर्तद्रव्यस्य भवति इति कृत्वा आकाशे जायमाना जायमानः संयोगः क्रियाप्रयुक्तमस्ति यथा, तथा घटे यद्यपि विषयता सर्वदा वर्तते तथापि यदा ज्ञानं जायते तदा एव ज्ञानं विषयता सम्बन्धेन घटे वर्तते इति कृत्वा विषयता घटे विद्यमानविषयता अथवा विषयत्वं ज्ञानप्रयुक्तं, ज्ञानाधीन ज्ञानाधीनम्, हा ज्ञानाधीनः अस्ति। अस्तु अग्रे प्रकृते अपि, हा प्रकृते अपि शाब्दबोधजनकत्वाभावः अभावरूपत्वात् नित्योऽपि नित्यः अपि पदान्तरे सति न प्रतीयते, पदान्तर अभावे सति प्रतीयते इति सः पदान्तराभावप्रयुक्तः इत्युच्यते. अस्तु, अत्रापि शाब्दबोधजनकत्व अभावः इति अभावरूपम् अस्ति, तदपि नित्यमस्ति. अत्र कीदृश अभावः अस्ति, कति अभावाः अस्माभिः अधीताः? अन्योन्य अभावः, अत्यन्त अभावः, प्राग् अभावः, प्रध्वंस अभावः. येषु शाब्दजनक शाब्दबोधजनकत्व अभावः इति कीदृश अभावः? शाब्दबोधजनकत्व अभावः इति अत्यन्ताभावः वा? उत्तमम्, अत्यन्ताभावः खलु, अत्यन्ताभावः. अत्र अन्योन्याभावः न उक्तः, शाब्दबोधजनकत्व अभावः. अत्र प्रत्यक्षबोधजनकत्व अभावः न इति वाक्यं न रचितम्. तर्हि अत्र शाब्दबोधजनकत्व अभावः इति अत्यन्ताभावः, अत्यन्ताभावस्तु नित्यः अस्ति. आम् सत्यम्, नित्यः अस्ति इति कृत्वा अभावरूपत्वात् नित्यः अपि पदान्तरे सति न प्रतीयते, पदान्तर अभावे सति प्रतीयते. यथा घटे विद्यमानविषयत्वं नित्यं चेदपि यावत्पर्यन्तं ज्ञानं न जायते तावत्पर्यन्तं विषयता न गृहीता भवति इति यथा तथा यद्यपि शाब्दबोधजनकत्व अभावः नित्यः अस्ति तथापि यावत्पर्यन्तं पदान्तरं न वदेम तावत्पर्यन्तं शाब्दबोधजनकत्व अभावः न प्रतीयते इति कृत्वा पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोधजनकत्व अभावः इति उक्तम्. सत्यम्, अथवा अभावत्वं. सत्यं, तत्र व्यतिरेक इत्यनेन अभावः इत्येव उक्तम्. पदान्तर पदान्तरव्यतिरेकप्रयुक्तम्. पदान्तराभावप्रयुक्तं, हा, पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इत्युक्ते अत्र उदाहरणं किमासीत्, अश्वः गौः इति आसीत्, तत्र गौः इत्यस्य अर्थः अस्ति, अश्वः इत्यस्य अपि अर्थः अस्ति, किन्तु यदा अश्वः इति पदं पदान्तरं वदेम तदा एव गौः इत्यत्र अत्र आकाङ्क्षा पूरिता भवति खलु. अत्र गौः अश्वः इति तेन उक्तम्, अत्र किमर्थं सः वदति इति प्रश्नः उदेति. तर्हि इदानीं प्रथमं गौः इति मया उक्तं, तत्र शाब्दबोधः जातः. गौः इति पदे शाब्दबोधजनकत्वमस्ति, शाब्दबोधजनकत्व अभावः नास्ति, केवलं गौः इति वदामि. किन्तु तदनन्तरम् अश्वः इति अपि मया उक्तं, तदानीम् इदानीं गौः इत्यस्य अर्थः कः? यद् मया प्रथमं बुद्धं गौः इत्यनेन गौः इति वक्तिः, सः अर्थः नास्ति. इदानीं तस्मात् परम् अश्वः इति पदमपि तेन उक्तं. तर्हि इदानीं गौः इति पदे सन्देहः जातः पदान्तरं श्रुत्वा. हा, पदान्तर अस्ति चेत् शाब्दबोधजनकत्व अभावः भवति. हा, पदान्तरव्यतिरेकप्रयुक्तं, व्यतिरेकः इत्युक्ते अभावः खलु. आम्, अभावः तदेव. पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति कृत्वा इदानीं दलद्वयमपि आवश्यकम्. पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोधजनकत्वं शाब्दबोध अजनकत्वम् आकाङ्क्षा, जनकत्वम् आकाङ्क्षा इति. अस्तु, अग्रे इतोपि किञ्चित् चिन्तनीयमस्ति, समयः जातः, किन्तु अद्य बहु समीचीनचिन्तनः चिन्तनं जातम् इति मन्ये. आम् आम्, सत्यम्. अस्तु, अत्र स्थगयेम. तर्हि सर्वे अत्र चिन्तयन्तु, पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् अजनकत्वम् इत्यत्र तयोः मध्ये विशेषणविशेषभावः अस्ति. तर्हि अत्र कीदृशविशेषणविशेषभावः अस्ति इति चिन्तयन्तु, अग्रे यदा वयं पठेम तत्र महान् उपयोगाय भवति. अस्तु, अत्र सर्वेभ्यो नमस्कारः, धन्यवादश्च.